गतवर्गे अस्माभिः किं पठितं, नूतनपाठः आरब्धः, णिच्चप्रकरणे विशेषहलन्तधातवः, खलु विशेषहलन्तधातवः, तत्र विशेष अजन्तधातवः अस्माभिः पठितः। तत्र मुख्य किमस्ति, भिन्नभिन्न आगमः भवन्ति, पुक् आगमः, जुक् आगमः, वुक् आगमः, नुक् आगमः, तथैव विशेषहलन्तधातुषु अपि कुत्रचित् आगमः भवन्ति, कुत्रचित् धात्वादेशः भवन्ति। तर्हि अस्माभिः तत् पाठः आरब्धः, इदानीम् अग्रे गच्छामः। कुतः पर्यन्तम् अस्माभिः पठितं? स्फुर् स्फुर भवत् खलु, स्फुर् स्फोरयति, हलो कोऽपि अस्ति वा? आं महोदय, स्फुर स्फुर अभवत् खलु, स्फुर अभवत्। तर्हि अग्रे इदानीं क्रीप् खलु, तर्हि तत्र एकनिमिषः, रुह किमस्ति, स्थाय अभवत् षद्, तत्र धात्वादेशः कुत्र कुत्र भवन्ति इति पाठः अस्ति खलु, रुह अभवत्, तत्र रोप भवति, हन् अभवत्, तत्र घात् भवति, घत् भवति, तदनन्तरं दुष् अभवत्, तत्र दूषयति भवति, सिद् भवत्, स्फुर अभवत्, इदानीं तत्र एते सर्वे धातवः कीदृशाः सन्ति, तत्र धात्वादेशाः भवन्ति, धात्वादेशाः भवन्ति, नाम अत्र स्फुर् मध्ये स्थार् स्थार् भवति, तदनन्तरं सिद्ध मध्ये कुत्रचित् सेद् भवति, कुत्रचित् सिद्धेव तिष्ठति, तत्रैव दोष मध्ये दुष् कुत्र दुष् दूषयति भवति इति अस्ति। अग्रे क्रीत् धातु, रघुपति महोदय पठतु। दीर्घकारः अस्ति खलु महोदय तत्? आम् कृत कृत् इति धातुः, कृत् कीर्त् इति भवति, चुरादिगणे कीर्तयति कीर्तयति ते अथवा कीर्तयते अर्थः प्रसिद्धं करोति, स्तुतिं करोति इति अर्थः। अत्र रेफात् प्राक् इकः दीर्घः ध्येयं यत् त्रिषु परिस्थितिषु रेफवकारयोः पूर्वम् इकः दीर्घो भवति, काशिकावृत्तिः अवलोक्यते चेत् निर्देशः स्पष्टः। तत्र तत्र इकः दीर्घः भवति, तत्र दीर्घः अस्ति, इक् इकः दीर्घः भवति इति अस्ति, तत्र केन सूत्रेण भवति, ओरुपदायाः दीर्घः इकः, रेफान्त रेफवकारान्तस्य धातोः पदस्य उपदायाः इकः दीर्घः भवति, दगी धू पू आशीः इति, तत्र वेरुपदीर्घः वे अत्र वकार रेफवकार वकारान्तस्य धातोः उपदाय इकः दीर्घः भवति इति अस्ति तत्र। अपि च अग्रे हलिच इत्यनेन हलिच हलि हलिच परे रेफवकारान्तस्य धातोः उपदायाः इकः दीर्घः भवति, तर्हि तत्र रेफवकारान्तस्य धातोः उपदायाः इकः दीर्घः भवति, जिर् शन् तत्र इदानीं जिर् जि अत्र क्षम्यतां, तत्र जि जिर् इति भवति खलु ऋतै धातोः येन सूत्रेण भवति, अनन्तरं जीर्यति इति भवति, जीर्यति इति भवति, उपदायाञ्च इति अग्रिमसूत्रमस्ति, धातोः उपदाभूतौ यौ रेफवकारौ हल्परौ तयोः उपदायाः इकः दीर्घः भवति, यथा कृत् इति अस्ति तत्र तत्र तत्र कृत् यस्य कीर्तयति इति भवति, अत्र कथं भवति तत्र किम् उपदायः उपदायः दीर्घः इकः, तत्र इकः नास्ति खलु तत्र महोदय, रीता तत्रापि भवति वा, ऋ एकनिमिष, तत्र ऋ हलि उपदायाञ्च इत्यनेन तत्र सकारः अस्ति, अलि च कर् कथं भवति महोदय अहं किर् इति कथं भवति ऋकारस्य इकारः कथं भवति इति वा हा आमाम् एकनिमिषं तत्र गुणः पुगन्तलघु पुगन्त नास्ति उपकारूप नास्ति ऋत इति धातोः यत्र ऋत इति धातोः पदान्ते उपधायाञ्च धातोः क्षम्यतां धातोः उपधाय हल्परो तयोः उपधायाश्च इति सूत्रं यत् अस्ति तत् उपधायां च अस्ति सप्तमी अहं यद् वदामि उपधायाश्च षष्ठी सूत्रद्वयमस्ति पठतु पश्यतु उपधायाः च उपधायां च अग्रे अस्ति बहु अग्रे उपधायाः च इति सूत्रं वदति धातोः अङ्गस्य उपधायाः उपधामध्ये यत् दीर्घरिकारः अस्ति तस्य इकारः भवति धातोः उपधाभूतस्य दीर्घरिकारस्य इत् भवति अतः इक् प्रत्ययवर्णः अस्ति अत्र उपधायां दीर्घरिकारः अस्ति अतः तस्य इकारः भवति कित् उरण्रपरः इत्यनेन भवति किर्त् उपधायां च इत्यनेन रेफः अस्ति रेफात् परे हल् अस्ति तकारः अतः रेफात् पूर्वं यः अथवा नाम रेफस्य उपधामध्ये यः इक् वर्णः अस्ति तस्य दीर्घत्वं भवति अतः भवति कीर्त् कीर्त् अनन्तरं धातु भवति कीर्ति रूपं भवति कीर्तयति तर्हि उपधायाः च उरण्ड्रपरः उपधायां च इत्यनेन भवति कीर्तयत् कीर्ति धातु भवति अवगच्छति वा महोदय पुनः वदतु महोदय कथम् इदानीं कृत् इति अस्ति कृत् कृत् इति अस्ति कृत् इति अस्ति उपधायां दीर्घरिकारः अस्ति खलु तदनन्तरं भवति उपधायाः च उपधायाश्च तेन किं भवति उपधायां दीर्घरिकारः चेत् तस्य इक् करोतु इत् आदेशः भवति इत् उपधायाश्च इत्यनेन तत्र उपधायाश्च इत्यनेन इक् भवति वा ओ अस्तु तद् न दत्तमस्ति वा अत्र नास्ति अत्र भिन्नप्रसङ्गः अस्ति अत्र प्रसङ्गः अस्ति रेफस्य स्पर्शात् किं किं कार्यं भवति आमाम् अत्र अस्ति यत् प्रथमः इकारः भवति तत् इकारः रपरः इत्यनेन इकारः रपरः भवति अतः कीर्त क इ र इदानीं पश्यतु धातोः मध्ये रेफः अस्ति तस्मात् अनन्तरं हल् वर्णः तकारः अस्ति अतः रेफस्य उपधामध्ये यः इक् वर्णः अस्ति नाम इकारः तस्य दीर्घत्वं भवति कीर्त् भवति कीर्त् केन सूत्रेण उपधायां च उपधायां सप्तमी अस्तु धातोः उपधाभूतस्य ऋतः इत्यस्य इत् स्यात् इति अधः दत्तमस्ति अहं सत्यं ऋत इति धातोः इत्यनेन इकारः उपधायाश्च इत्यनेन अपि इकारः अस्तु अस्तु हण्ड्रेड् हण्ड्रेड् वन् आं सत्यम् इदानीम् अवगतं तत् अधः दत्तमस्ति इदानीम् अहं विस्मृतवान् अस्तु तत्र क्लिष्टकरमस्ति अहमपि विस्मरामि इदानीं मनसि अस्ति इकारः कुतः आगता अतः कीर्ति भवति रूपं भवति अनन्तरं दीर्घः भवति उपधायाञ्च इत्यनेन अतः अग्रे पठतु रेफवकाराभ्यां पूर्वम् इकः दीर्घः रेफवकाराभ्यां पूर्वम् इकः दीर्घः पदान्ते एक पदान्ते यत्किं भवति इति ओरुपदायाः ओरुपदायाः दीर्घः इति दीर्घः इकः इति पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपदायाः इकः दीर्घादेशो भवति येन विदन्तस्य इत्यनेन तदन्तविधिः गोः धातोः वकारान्तधातुः वकारान्त धातवः सन्ति किन्तु वकारान्तस्य पदस्य धातोः असम्भवात् अनेन सूत्रेण वकारान्तधातोः किमपि कार्यं नास्ति यस्य फले काशिकेन दत्तमस्ति वकारग्रहणम् उत्तरार्थं ग्रहणम् उत्तरार्थम् अस्तु लाघवार्थम् अस्मिन् सूत्रे वकारः योजितः येन तस्य अनुवृत्तिः अग्रिमसूत्रद्वये भवति रेफ उवाच रकार च वकार वौ रोरु इतरेतरद्वन्द्वः तयोः वौ वौ षष्ट्यन्तम् उपधायाः षष्ट्यन्तं दीर्घः प्रथमान्तम् इकः षष्ट्यन्तम् अनेकविधसूत्रमस्ति सिपिधातो रोर्व इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुच्छेदसूत्रमस्ति पदस्य रोः धातोः उपधायाः इकः दीर्घः पदान्ते विद्यमानस्य रेफवकारात् तत् पूर्वं यत् उपादायं यदस्ति इक् वर्णः तस्य दीर्घः भवति इति अस्ति धातु भवेत् पदान्ते भवेत् आम् धातु भवेत् पदम् इति अस्ति खलु अस्माभिः पठितव्यं लङ्लकारे यथा हाल्यालकारे भवति तत्र धातुरूपी पदम् अस्ति धातु अपि अस्ति पदान्ते अपि अस्ति तस्यां अन्ते वकारः अथवा रेफः अस्ति चेत् वकारः न भवितुं शक्नोति रेफः अस्ति चेत् तस्य रेफस्य तस्मात् रेफात् पूर्वं यः इकवर्णः अस्ति तस्य दीर्घत्वं भवति पदान्तमपि भवेत् धातु अपि भवेत् इति अग्रे अग्रे सुप्रत्यया सङ्ख्यया एकविंशति च एते सौजस्मौट् इत्यादि सुप् पर्यन्तं सौ जस् मौट् छस्त्व्याभ्यां बिस् गेभ्यां ब्यस् नसिभ्यां ब्यस् नृसोसां न्योसुप् इति तत्र एकविंशतिः तत्र अनन्तरं तत्र तत्र अनुबन्ध लोपानन्तरं किमस्ति इति दत्तमस्ति इदानीं अग्रे पठामि वा पठतु गृ गृ इति धातुः गृ निगरणे सुदादिगणौ लटि गिरति गृ इति अस्ति गृ योग अस्तु गृ निगरणे गृ योग योग क्विप् इति प्रत्ययः क्विबन्ताः विजन्तः धात्वत्वं न धातुत्वं न जहाति इति परिभाषया क्विप्रत्ययं संयुज्यते चेदपि धातोः दासंज्ञा तिष्ठति क्विप्रत्यय सर्वापहारलोपः लशकप्रतिदे ककारस्य हलन्त्यं ककारस्य हलन्त्यं पकारस्य इति संज्ञा तस्य लोपः इति कृत्वा गृ योग वि क्विप् वि इति तत्र गृ तत्र इकार उच्चारणार्थमस्ति अत्र गृ योग वु इति अस्ति अतः अपृक्त एकाल् प्रत्ययस्य अपृक्तसंज्ञा अस्ति वकारस्य अपृक्तसंज्ञा अस्ति वेर अपृक्तस्य इत्यनेन अपृक्तसंज्ञकवकारस्य लोपः तदा कृतसमासः इत्यनेन प्रातिपदिकसंज्ञा गृ धातुः अपि प्रातिपदिकमपि किमर्थमिति कृत्प्रत्ययोजनेन प्रातिपदिकं चिन्त्यति इदानीं कृप्रत्ययस्य लोपः भवति परन्तु पिबन्तः विजन्तः धातुत्वं न जहाति इत्यनेन धातुसंज्ञा अपि अस्ति इदानीं गृ इति धातुः घृत इति धातुः इत्यनेन गि इति भवति उरण्डपर इत्यनेन गिर् इति भवति गिर्यगसु इति अस्ति गिर्यगसु हल् ज्ञाभ्यो दीर्घसु सूतिस्य सूतिस्य कृतं हल् इत्यनेन गिर् इति भवति लोपः भवति तकारस्य प्रत्ययलोपस्य लक्षणम् इत्यस्मात् सुप्तिगन्ध इत्यस्मात् पदसंज्ञा भवति सुप्तिगन्धं पदम् इत्यनेन गिर् इति धातुः अपि अस्ति प्रातिपदिकमपि पदमपि अस्ति अतः वे रोः उपदायः दीर्घः इक इत्यनेन उपदायः दीर्घः इकः इत्यनेन इदानीं गीर् इति भवति इदानीं तत्र गिर् इति अस्ति तत्र उपदायम् इकारः अस्ति तत्र गीर् इति भवति अतः गीर् तथैव भ्यां बिस् ब्यस् सु इत्यनेन येषां पूर्वतनशब्दरूपस्य पदसंज्ञा अस्ति अस्तां तत्र पदसंज्ञा भवति खलु तत्र स्वादिशो असरणमस्थाने पदसंज्ञा अस्ति खलु स्व आदिषु असर्वनामस्थाने हा स्वादिषु असरणमस्थाने पदसंज्ञा अस्ति स्वादिषु यचिबम् इति यकार यकार अजादि अस्ति चेत् तत्र भ भसंज्ञा अनन्तरम् अन्ये तत्र हलन् तत्र अन्ये सन्ति तेषां तत्र किं भवति तत्र पदसंज्ञा भवति अतः तत्रापि गीर् इति तत्र गीर् इति भवति गीर्भ्यां गीर्भिः इति भवति तत्र तर्हि अत्र भू किमपि अस्ति पश्यतु अत्र उदाहरणमस्ति यत्र कस्य उदाहरणमस्ति पदान्तमपि अस्ति धातु अपि अस्ति रेफान्त अपि अस्ति तस्य उदाहरणम् अत्र दत्तमस्ति ओके तर्हि किमस्ति अत्र उदाहरणं गृ धातु गृ गृ धातु अस्ति तर्हि गृधातुमध्ये किमस्ति पश्यतु क्विप् प्रत्यय गृयोगः क्विप् क्विप् प्रत्यय एकं परिभाषा अस्ति एका परिभाषा क्विबन्ता विजन्ता धातुत्वं न जहति तर्हि गृयोगः क्विप् मध्ये यद्यपि क्विप् प्रत्ययः आगच्छति तथापि यत् प्रत्यययोजनानन्तरं यत् निष्पद्यते तत् धातुत्वं न जहति धातुत्वं न जहति सामान्यतः प्रत्ययः आगच्छति चेत् धातु न भवति खलु अङ्ग किमपि नूतन तस्य संज्ञा भवति परन्तु गृयोगः क्विप् अनन्तरं यत् निष्पद्यते तस्य धातुसंज्ञा इदानीमपि तिष्ठति इति एकमस्ति हा इदानीं क्विप् प्रत्ययमध्ये किं किम् अवशिष्यते ककारस्य लोपः भवति दशक्व तद्धिते पकारस्य लोपः भवति फलन्त्यं वि इति इकारः उच्चारणार्थमस्ति अतः केवलं वकारः तिष्ठति तदनन्तरम् एकं सूत्रमस्ति वकारः एक अस्ति अतः अपृक्तप्रत्ययः भवति एकनिमिष अपृक्त एकालप्रत्ययः एकालप्रत्ययः यदस्ति तस्य अपृक्तसंज्ञा भवति इदानीं वकारः अपृक्तप्रत्ययः अस्ति अतः वेर् अपृक्तस्य इति सूत्रेण वकारस्य अपि लोपः भवति अपृक्तवकारस्य प्रत्ययस्य लोपः भवति तर्हि सर्वस्य प्रत्ययस्य लोपः भवति गृ एव तिष्ठति प्रत्यययोजनानन्तरम् अस्तु इदानीं क्विप् प्रत्ययः तद्धित् प्रत्ययः कृत् प्रत्ययः अस्ति अतः कृत् तद्धित् समासश्च इत्यनेन प्रातिपदसंज्ञा भवति कस्य गृ गृ इदानीं धातुसंज्ञा अपि अस्ति प्रातिपदिकमपि अस्ति अस्तु तदनन्तरम् इति ऋत इद् धातोः इत्यनेन गी भवति यः धातुः ऋदन्त अस्ति तस्य किं भवति यत्र तस्य गुणस्य प्रसक्तिः नास्ति तत्र तस्य इकारः भवति गी गी उरण्ड्रपरः इत्यनेन किं भवति गिर् गिर् गिर् भवति इदानीं पश्यतु गिर् योगः सु प्रथमविभक्ति एकवचनं गिर् योगः सु प्रथमविभक्तिवचनम् उकारस्य लोपः केन सूत्रेण उपदेशे अजनुनासिक इति तर्हि गिर् योगः सकारः गिर् योगः सकारः तर्हि गिर् योगः सकारः सकारस्य लोपः भवति केन सूत्रेण हल् न्याभ्यो दीर्घा श्रुतिसि तिक्तं हल् इत्यनेन तर्हि गिर् एव भवति इदानीं गिर् यत् अस्ति तत् किम् अस्ति प्रातिपदिकं केन सूत्रेण कृतभिसमासश्च इत्यनेन गिर् प्रातिपदिकं तु अस्ति एव तदनन्तरं धातुः अपि अस्ति यतोहि धातुत्वं न जहति तदनन्तरं सकारः अन्ते अस्ति अतः सुप्तिङ्गन्तर्पदे इत्यनेन पदमपि अस्ति पश्यतु गिर् तस्य प्रातिपदिकसंज्ञा अपि अस्ति धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति अस्तु तर्हि गिर् पदमस्ति कीदृशपदमस्ति धातुरूपीपदम् अस्ति यस्य अन्ते रेफः भवति अतः रोः उपधाया दीर्घः इत्यनेन इकारस्य दीर्घत्वं भवति गीर् रूपः भवति गीर् तदनन्तरं गीर् तस्य किं भवति हृत्वविसर्जनीया इत्यनेन गीः इति रूपं भवति गीः इति सर्वम् अस्ति तर्हि रोः उपधाया दीर्घस्य इत्यस्य सूत्रस्य प्रदर्शनाय इति सर्वं लिखितं। सर्वे अवगच्छन्ति वा? आम् महोदय। न श्रूयते महोदय। भवती पठतु यत् अग्रे पठतु इति। ऋत इत् धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारस्य आदेशः भवति। किति निति प्रत्यये परे एव महोदय, यत् सूत्रं परिचितमस्ति तस्य प्रथम अन्तिमवाक्यमेव। हा अस्तु अस्तु। ऋत इत् धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारः आदेशः भवति। अनुवृत्तिसहितसूत्रं ऋतधातोः अङ्गस्य इत् भवति। अनन्तरं हल्गाद्य दीर्घात् स्तुति सपृत्तं हल् एतदपि वयं जानीमः। अर्थवत् अधातुः अप्रत्यये प्रातिपदिकम् एतदपि जानीमः। अनन्तरं कृत् अस्तु। अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम्। अर्थवत् शब्द स्वरूपं यत् धातुः प्रत्ययः प्रत्ययान्तं च नास्ति तस्य प्रातिपदिकसंज्ञा भवति। अर्थः अस्य अस्ति इति अर्थवत् मतुपु प्रत्ययः। न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्जि तत् नञ् तत्पुरुषसमासः। अर्थवत् प्रथमान्तम्, अधातुः प्रथमान्तम्, अप्रत्ययः प्रथमान्तम्, प्रातिपदिकं प्रथमान्तम्, अनेकपदमिदं सूत्रम्, सूत्रं स्वयं सम्पूर्णम्। अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम्। सर्वे जानन्ति? प्रश्नः अस्ति वा? रघुपतिमहोदय, विजयमहोदय प्रायः परिचितम् अत्र महोदय तत् गिर् इति प्रातिपदिकसंज्ञा कृतसमासश्च भवति वा अथवा अर्थवत् अधातु अप्रत्यय अर्थवत् इत्यनेन भवति वा? भवान् वदतु। अहं चिन्तयामि कृतसमासस्य इत्यनेन भवति इति। यतोहि तत्र प्रत्ययः अस्ति खलु। लिखितमस्ति खलु, अतः यत्र प्रत्ययः अस्ति तत्र अर्थवत् अधातुः प्रत्ययः प्रातिपदिकम् इत्यनेन प्रातिपदिकसंज्ञा न भवितुं शक्नोति। आमाम्। अस्तु विजय महोदय, अग्रे कृतसमासः। कृत् तथितसमासाश्च कृदन्ताः तथितान्ताः समासाः च अपि प्रातिपदिकसंज्ञाः संज्ञकाः एव। अत्र अनुवृत्तिसहितसूत्रम्, अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि भवन्ति इति तत्र दत्तम्। अनन्तरं सुडनपुंसकस्य सुच समोट शस् एतत् अन्तर्भूताः सुट् इति प्रत्यहारे। अत्र अनुवृत्तिसहितसूत्रं सुट् सर्वनामस्थानं महोदय षुड् नपुंसकस्य स्वादिषु सर्वनामस्थाने यचीभम् अकाडारात् एका संज्ञा। एतानि सूत्राणि सम्पूर्णानि पठन्तु कृते। अस्तु। षुड् नपुंसकस्य सुट् प्रत्यहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानं संज्ञा भवति, परन्तु नपुंसकलिङ्गे न। सुट् प्रत्यहारे सु औ जस् अम् औट् इति इमे प्रत्ययाः अन्तर्भूताः। न नपुंसकम्, अनपुंसकं, नै तत्पुरुषसमासः, तस्य अनपुंसकस्य सुट् प्रथमान्तम्, अनपुंसकस्य षष्ट्यन्तं, द्विपदमिदं सूत्रं। षि सर्वनामस्थानं इत्यस्मात् सर्वनामस्थानं इत्यस्य अनुवृत्तिः। अनुवृत्तिसहित सूत्रं सुट् सर्वनामस्थानं अनपुंसकस्य इति। अत्र पञ्च प्रत्ययाः सन्ति, सु जस् आम् औट् एतत् अत्र सर्वनामस्थानं इति भवति। अत्र सुट् सर्वनामस्थानं अनपुंसकस्य एव। अत्र नपुंसकलिङ्गे न भवति इति। आं, नपुंसकलिङ्गे न भवति। अत्र प्रत्येकसूत्रमस्ति, एतत् कुर्मः चेत् अत्र नपुंसकलिङ्गं भवति। इदानीं स्वादिषु सर्वनामस्थाने सर्वनामस्थानसंज्ञकः प्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययान्तं कप् प्रत्ययपर्यन्तम् एषु कश्चन परः अस्ति चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति। यचिवम् इत्यनेन प्रत्ययः अजादिः अथवा यकारादिः चेत् पूर्वतनशब्दस्वरूपस्य बासंज्ञा भवति. अतः फलितार्थः यदि भिन्नहलादिप्रत्ययः चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा. इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके. स्वमोजस्मौट् इत्यस्मात् आरभ्य उरः प्रभृतिभ्यः कप् पर्यन्तम् इमे सर्वे प्रत्ययः स्वादयः इति उच्यन्ते. न सर्वनामस्थानं असर्वनामस्थानं नै तत्पुरुषः. तस्मिन् असर्वनामस्थाने यदा सुट् अस्ति सोजस् अमौट् एतत् विहाय अन्यप्रत्ययः सुबन्तमध्ये यत् तिष्ठति तत् असर्वनामस्थाने इति उच्यते. स्वादिषु सप्तम्यन्तम् असर्वनामस्थाने सप्तम्यन्तं द्विपदमिदं सूत्रं सुप्तिङन्तं पदम् इत्यस्मात् पदम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने पदम् इति भवति. अग्रे पठामि वा महोदय? न विवरणं ददातु खलु. किम् अस्तु एकनिमिषं महोदय. मलर् मलर् क्लास् नडक् वर्लया? சரி வாங்க வாங்க வாங்க ஆன் பண்ணிட்டு வாங்க. இல்ல இல்ல பரவாயில்ல பரவாயில்ல வாங்க. ஸ்வாதிஷு சர்வநாமஸ்தானே சர்வநாமஸ்தான சஞ்ஞக பிரத்தியான் அதிரிச்சிய சுப்பிரத்தியாத் ஆரம்பிய அத்திர கப்பு பிரத்திய பரியந்தம் அத்திர கிமஸ்தி சேத் அத்திர एकनिमिषं तत्र कुत्र गच्छति स्क्रोलिङ्ग् करणीयम् एकनिमिषम्. अत्र किमस्ति चेत् इदानीमेव असर्वनामसञ्जिकः भवति चेत् अत्र स्वादिषु प्रति परे पूर्वतनशब् पदसंज्ञा इति भवति इति दृष्टवन्तः. इदानीं कीदृशप्रत्ययः भवेत्? असर्वनामस्थानप्रत्ययः अपि च सूतः कप्तः कप् पर्यन्तं तर्हि सु औ जस् सुप्रत्ययात् कप् प्रत्ययपर्यन्तं यत् असर्वनामस्थानकप्रत्ययः अस्ति तत् परे अस्ति चेत् पूर्वस्य पदसंज्ञा भवति इति. पठतु अग्रे पठतु पठतु अग्रे. अत्र इदानीं यचिवम् इत्यनेन प्रत्ययः अजादिः अथवा यकारादिः चेत् अत्र पूर्वतनशब्दस्वरूपस्य बासंज्ञा इति भवति. अत्र तृतीया विभक्ति आरभ्य सुपपर्यन्तम् अत्र एतत् सर्वाणि रूपाणि सुप् नास्ति सुप् न आमां सुपपर्यन्तं. परन्तु अत्र तृतीया विभक्ति द्विवचन बहुवचन तिष्ठतु. यचिभं किं वदति इति वदतु एकवारं. यचिभं किं वदति चेत् यत्र अजादि अस्ति यकारादिः अस्ति एतत् बासंज्ञा इति भवति. एतत् एव यचिवम् इति सूत्रं सूचयति. अनन्तरं तु अजादिः एव. तर्हि एकसूत्रमस्ति स्वादिषु सर्वनामस्थाने पदम्. अन्यसूत्रमस्ति स्वादिषु असर्वनामस्थाने यचिभम्. तर्हि तत्सूत्रं किं भवति? यचि इत्युक्ते यकारादि अथवा अजादि. तर्हि यदि प्रत्ययः यकारादि अस्ति अथवा अजादि अस्ति तर्हि भसंज्ञा भवति. आकाडारात् एका संज्ञा इत्यनेन एक एव संज्ञा भवितुं शक्नोति. अतः पदसंज्ञा अपि अस्ति भसंज्ञा अपि अस्ति इति भवितुं न शक्नोति. आहत्य किमस्ति? आहत्य किमस्ति? यकारादि अथवा अजादि प्रत्ययपरे अस्ति चेत् भसंज्ञा, अन्यथा पदसंज्ञा. अवगच्छन्ति? आं महोदय सर्वनामस्थान यकारादि अथवा अगादिप्रत्ययः अस्ति चेत् भवसंज्ञा यकार आदिभिन्न अथवा अजादिभिन्नप्रत्ययः अस्ति चेत् पदसंज्ञा. अतः पश्यतु द्वितीयविभक्ति एकवचनं किमस्ति ता प्रत्ययः गच्छन्ति वा? आं महोदय. रघुपति अत्र मध्ये मध्ये भग्नम् अभवत् महोदय. भवती भवत्याः अस्तु अपदान्ते खलु ततः खलु यशिभं सर्वनामस्थानसंज्ञक अहं पृच्छामि अवगच्छति वा? आमाम् अस्तु आं महोदय. यशिभम् इति तत्र सुप्रत्ययात् कप्रतिप्रत्ययपर्यन्तं पद्धतप्रत्ययादपि यकारादि अजादि अस्ति चेत् तेषामपि इदङ्गत पूर्वतन शब्दस्य शब्दरूपस्य अभसंज्ञा भवति. अन्यथा पदसंज्ञा अस्ति. अस्तु विजय महोदय अग्रे पठतु यशिभम्. यचीवं सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च येषु कश्चन परः अस्ति चेत् पूर्वतनशब्दस्वरूपस्य वासंज्ञा भवति. य ईच अचिच यच् समाहारद्वन्द्वः तस्मिन् यचि यचि सप्तम्यन्तं बं प्रथमान्तं द्विपदमिदं सूत्रं स्वादिश् सर्वनामस्थाने इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने यचिवम्. अत्र यचिवम् इत्युक्ते अत्र यकार पूर्वमेव वयं दृष्टवन्तः यचिवम् इत्यनेन प्रत्ययः अजादिः अथवा यकारादिः चेत् अत्र पूर्वतनशब्दरूपस्य वासंज्ञा भवति. अजादिः अस्ति इति तत्र दत्तम्. अनन्तरं स्वादिषु सर्वनामस्थाने इत्यस्य पूर्णतया अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने यचिभं भवति. अत्र सुट् विहाय अन्य प्रत्ययाः यत्र सन्ति सुबन्ते एतत् सर्वाणि प्रत्ययानि स्वादिषु असर्वनामस्थाने यचिभम् इति रूपेण तत्र भवति महोदय. यकारादि अपि च अजादि सर्वे स्वाधिपत्या ये यकारादि अपि अथवा अजादि सन्ति. कुत्र अस्ति विलम्बेन आगतवती अत्र? नमस्ते महोदय. तत्र मध्ये अस्ति यचिभम् आकाडारात् एका संज्ञा करपत्रे. स्क्रोल् करोतु मलर् अधः आगच्छतु. लोपोव्यार्वलि नूयि लोपोव्यार्वलि किम् कुत्र अस्ति महोदय? प्रेरणार्थे निच विशेष प्रेरणार्थे निच विशेष अजन्तधातवः क्रीत् धातुः 0303 प्रेरणार्थे निच विशेषधातवः खलु. अत्र ऋतयित् धातोः अय्यभ्य दीर्घात् अर्थवद् अधातुः स्कोर् करोतु अधः आगच्छतु. प्राप्नोति वा? न महोदय इदानीं सु औजस् अस्ति खलु मलर् सु औजस् त्रीर् धातुः प्राप्नोति वा? चतुर्थः बिन्दुः त्रीर् धातुः चतुर्थबिन्दुः अग्नुयि क्षामि धातु अस्ति अर्ति ह्री न न न न न कुत्र अस्ति महोदय अधः अधः आगच्छतु विशेष हलन्तधातवः महोदय मया यत् करपत्रस्य लिङ्क् प्रेषितं न ई पत्रे तद् उद्घाटयतु तदेव पश्यामि महोदय तत्र दुष्धातुः अस्ति सिद्धातुः अस्ति स्फुर्धातुः अस्ति तदनन्तरं चतुर्थधातुः अस्ति कृत् प्राप्नोति न महोदय भवती कुत्र अस्ति करपत्रे कुत्र अस्ति रबधातुः रबः निजन्तप्रकरणे कुत्र अस्ति महोदय प्रेरणार्थे निच विशेषः तृतीयः इति करपत्रं विशेष हलन्तदातवः महोदय आम् विशेष हलन्तदातवः ये अस्ति उपरितः पश्यतु धात्वादेशः इति ए बिन्दुः अस्ति अस्ति तदनन्तरं स्थायधातुः अस्ति तत् धातुः अस्ति पश्यति अधः आगच्छतु खलु तत्र सुयस् इति अस्ति खलु तत्र रघुपतिमहोदय मदनमहोदय स्थायधातु षड्धातु पृच्छति पश्यति वा षड्धातुः अस्ति स्थाय अस्ति अग्रे स्थाय अस्ति रुः धातुः रुः अस्ति तदनन्तरम् अग्रे हन् अस्ति हन् अस्ति आम् अनन्तरं दुष् अस्ति दुष् अस्ति सिद्ध धातु सिद्ध सिद्ध धातु स्फुर् स्फुर् धातु अग्रे गच्छतु इदानीं क्रीत् आम् क्रीत् धातु क्रीत् मध्ये स्मः तत्र अग्रे पश्यतु बहूनि सूत्राणि सन्ति पश्यति वा तत्र एकं सूत्रमस्ति आकाडारात् एका संज्ञा पश्यति वा ऋद् इति धातोः इति अस्ति अग्रे अग्रे आगच्छतु अग्रे अग्रे अग्रे अग्रे यचिभम् आकाडारात् एका संज्ञा यचिभम् आकाडारात् एका संज्ञा विजय महोदय पठतु आकाडारात् एका संज्ञा धन्यवादः महोदय विजय महोदय पठतु आम् महोदय आकटारात् एका संज्ञा अस्मात् सूत्रात् आरभ्य कटार कर्मधारये पर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्घा तत्र सर्वत्र परसंज्ञासूत्रस्य बलं विप्रतिषेधे परं कार्यम् इत्यनेन अथवा अपवादवत् भूतत्वात् अत्र आकटारात् एका संज्ञा इति सूत्रात् आरभ्य यत्र कडारा कर्मधारये भवति तत् पर्यन्तम् एकस्य एव रूपस्य रूपम् एका एव संज्ञा इति अर्हति अत्र कुत्र कुत्र बलवत् भवति इति सूत्रसङ्ख्या दृष्ट्वा विप्रतिषेधे परं कार्यम् इत्यनेन कार्यं भवति अथवा अपवादक् भूत्वा भूतत्वात् एतत् कार्यं भवति महोदय अत्र तर्हि पश्यतु स्वादिषु सर्वनामस्थाने 1417 अस्ति यसिभं 1418 अस्ति सूत्रद्वयम् आकडारात् एका संज्ञा इति सूत्रस्य कार्यक्षेत्रे भवतः अतः एक एव संज्ञा भवितुं शक्नोति भसंज्ञा अथवा पदसंज्ञा तर्हि कस्य संज्ञा भवति कस्य बलं भवति यचिभं यतोहि तस्तत् परसूत्रमस्ति अतः आहत्य लिखितमस्ति यत् यकारादि अथवा अजादिप्रत्ययः अस्ति चेत् भसंज्ञा भवति नो चेत् पदसंज्ञा भवति आकडारात् एका संज्ञा इति सूत्रं नास्ति चेत् यकारादि वकारादिप्रत्यये परे भसंज्ञा अपि भवति पदसंज्ञा अपि भवति तर्हि दोषः भवति खलु अतः आकडारात् एका संज्ञा तस्य महत्त्वमस्ति सर्वे आगच्छन्ति वा आं महोदय मल्लरमहोदय अवगच्छति रघुपतिमहोदय अवगच्छति महोदय अत्र सुप्रत्ययात् आरभ्य कप् प्रत्ययान्तं एप् कप् इत्युक्ते अत्र कप् एकः प्रत्ययः अस्ति कप् इति एकः प्रत्ययः ओ सु आरभ्य कप् प्रत्ययान्तपर्यन्तम् अस्तु महोदय मदन महोदय अग्रे पठतु अपदान्ते आं महोदय अपदान्ते हलि च इति सूत्रं रेपान्तानां मकारान्तानां च धातूनां उदायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे अनुवृत्तिसहितसूत्रं वो धातोः उपदायाः इकः दीर्घः हलि हलिपरे रेपान्तानां मकारान्तानां धातूनाम् उपदायाः स्थितस्य इकवर्णः दीर्घः भवति इति अहम् अस्माभिः अस्माकं परिचितं सूत्रमस्ति खलु परिचितं सूत्रमस्ति आम् इदं सूत्रं पदस्य इत्यस्य अधिकारे अस्ति तर्हि पदान्ते एव भवति वा हलि च इत्यस्य सामर्थ्येन अपदान्ते इति भवति जलो जलि अपि तदा यदा कदापि अग्रे निमित्तमस्ति तदा बलात् अपदान्ते इति भवति यत्र सप्तम्यन्तं निमित्तमस्ति तत्र पदस्य इति न गच्छति यद्यपि तस्य अधिकारे स्यात् इदं सूत्रं पदस्य अधिकारे अस्ति पदस्य अधिकारे अस्ति पदान्ते भवति न अवगच्छन्ति महोदय पदस्य इति अधिकारे सूत्रमस्ति तत्कार्यं पदान्तकार्यम् एव भवति तर्हि अत्र हलिच इति पदस्य इति अधिकारसूत्रस्य कार्यक्षेत्रे अस्ति तर्हि प्रश्नः अस्ति हलि च अस्ति पदान्ते रेफवर्णः वकारः अस्ति चेद् इति तदेव कार्यं करोति वा इति तर्हि न एतद् न भवितुं शक्नोति यतोहि हलि च इति सूत्रं किं वदति रेफवकारात् अनन्तरं हल् वर्णः अस्ति चेत् कार्यं भवति यदि सप्तमी इति निमित्तं किमपि अस्ति नाम परनिमित्तं किमपि अस्ति सूत्रे तर्हि तत् पद इति पदान्त इति न भवितुं शक्नोति खलु पदान्त इत्युक्ते किं तस्मात् अग्रे किमपि नास्ति पदस्य अन्ते अस्ति पदस्य अनन्तरं किमपि न भवितुं शक्नोति परन्तु यत्र सप्तमी निमित्तम् अस्ति परनिमित्तकं किमपि लिखितमस्ति नाम हलि च तर्हि तस्य अर्थं भवति यत् इति अपदान्तं भवति यतोहि तस्मात् अनन्तरं किमपि तर्हि यद्यपि पदस्य इति अधिकारे अस्ति तर्हि तादृशसूत्रं यद्यपि पदस्य अधिकारे अस्ति परन्तु तस्मात् अनन्तरं सप्तमीविभक्त्या निर्दिष्ट परनिमित्तम् अस्ति तस्य वस्तुतः अर्थः अस्ति यत् पदान्त न अपि च अपदान्तकार्यम् कार्यं न भवति अपदान्तकार्यम् जलोजलि अपि अवगच्छामि महोदय जलोजलि अपि तथा जलोजलि हलि अस्ति हलि इति परनिमित्तमस्ति खलु तत्रैव भक्ति इति अस्ति अतः हलि हलि अतः यद्यपि पदस्य इति अधिकारे अस्ति परन्तु कार्यं पदान्तं नास्ति अपदान्तमस्ति अवगच्छति योगः आम् अवगच्छति महोदय ध्रुयोगहति ध्रुयोगशन् योगहति ध्रुयोगः या योगहति ऋत इद्धातोः इत्यनेन ऋदान्तधातोः इत्वं जि योगः य योगः ति उरण्ड्रपः इत्यनेन ऋदन्तस्य स्थाने च यः अण् प्रत्याहारे स्थितः इत् च इत् स च रपरो भवति जर् जिर् योगः य योगति हलि च इत्यनेन हलिपरे रेवान्तधातोः उपधाया उपधाभूतस्य इकारस्य दीर्घः जीर् योग य योगति जीर्यति अत्र ज्रि इति धातुः अस्ति अस्ति ज्रियोगति ऋत इद्धातोः इत्यनेन ऋतन् ऋदन्तधातुः इत्थम् आं जि भवति उरुण्डपः इत्यनेन जिर् जिर् भवति तदनन्तरं हलि च इत्यनेन जिर् रेपान्तः अस्ति अतः उपधायां स्थितस्य इक्वर्णस्य जी दीर्घः भवति जीर्यति इति भवति अत्र अवगच्छामि महोदय अवगच्छति सर्वे अवगच्छन्ति किं कथं हलि च कार्यं करोति अत्र प्रश्नः उदेति हलि इत्यनेन परसप्तमी अतः तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन अव्यविहितस्य पूर्वस्य एव कार्यं स्यात् तत्तु अत्र नास्ति तस्मिन् निमित्ते निर्दिष्टे पूर्वस्य किं महोदय एतत् एतत् त्यजतु अत्र अग्रे अनन्तरं पठतु वस्तुतः लिखितमस्ति यत्र सप्तमी विभक्ति अस्ति तस्मात् साक्षात् पूर्वं यत् अस्ति तत्र कार्यं भवति खलु साक्षात् पूर्वं परन्तु हलि च मध्ये पश्यतु हल् वर्णः अस्ति तस्मात् पूर्वं यकार रेफ्वर्णः अस्ति तस्मात् पूर्वम् इकारस्य विकार्यं भवति दीर्घत्वं भवति तर्हि मध्ये व्यवधानम् अस्ति खलु निमित्त अपि च हानि तस्य मध्ये व्यवधानम् अस्ति तर्हि किमर्थम् एतादृशं कार्यं भवति वा तर्हि कुत्रचित् एतादृशं कार्यं भवितुं शक्नोति कुत्रचित् एतादृशकार्यं भवितुं शक्नोति वस्तुतः भ्रमस्य प्रश्नः एव नास्ति यतोहि सूत्रं साक्षात् यदि वयम् अनुवर्तितसूत्रं पठामः तत्र साक्षात् लिखितमस्ति किं लिखितमस्ति रोः धातोः उपधायाः इक् दीर्घः नाम रेफवकारस्य यत् इक् अस्ति धात् यत् उपधा अस्ति तस्मात् तस्मिन् यत् इक् वर्णः अस्ति तस्य दीर्घः भवति साक्षात् लिखितमस्ति कस्य दीर्घत्वं भवति अतः भ्रमस्य प्रश्नः एव मा भवेत् इति अहं चिन्तयामि अतः एतस्य वर्णस्य आवश्यकता नास्ति इति अहं अस्तु धन्यवादः महोदय अग्रे रघुपतिमहोदय उपधायां च अस्तु अपदान्ते उपधायाञ्च इति धातूनां यौ उपधाभूतौ रेफवकारौ हल्परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशः भवति सूत्रार्थे उपधा शब्दः गोः इत्यस्य विशेषणम् इति अस्ति गोः व्रोः वकार रेफो तु षष्टि द्विवचने अतः उपधायाम् अपि तथा षष्ठीद्विवचने यद्यपि सूत्रे सप्तमी एकवचनं दत्तमस्ति अस्तु अत्र विशेषणविशेषभावः अस्ति अत्र तत्र उपधायाम् इति अस्ति अत्र षष्ठीद्विवचने भवे तथा षष्ठीद्विवचने सूत्रे सप्तमी एकवचनम् अस्ति उपधायां सप्तमन्तं च अव्ययपदं च अव्ययं द्विपदविधसूत्रं सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रोरुपदायाः दीर्घः इकः इत्यस्य पूर्णतया अनुवृत्तिः मूलसूत्रे वोः षष्ट्यन्तं धातोः इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्वन्ते इत्यर्थः अत्र रोर्ः इत्यनेन सम्बन्धषष्टि इकः इत्यनेन सह इति हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः विभक्तिपरिणामेन षष्ट्यन्तं हलः इति धातोः इत्यस्य विशेषणं तदन्तविधिः अनुवृत्तिसहितसूत्रमस्ति हलः धातोः उपधयोः रोः उपधायाः इकः दीर्घः भवति इति अस्ति तत्र हलन्तधातुः अस्ति तत्र तत्र उपधायां रेफवकारः अस्ति तस्य उपधायाः इकः दीर्घः भवति इति अस्ति इति उपधायाञ्च इति वदति तत्र हलः धातोः इति अस्ति खलु हलः धातोः उपधायोः रेफवकारयोः तत्र तस्य उपधायः इकः दीर्घः भवति इति तर्हि धातुः अस्ति धातुः हलन्त तस्मात् पूर्वं नाम उपधा मध्ये रेफ अथवा वकारः अस्ति तस्य उपधा तादृशस्थित्यां इकवर्णस्य दीर्घत्वं भवति यथा किर्त् इति अस्ति खलु क इ र त धातुः अस्ति रेफान् हलन्तधातुः अस्ति तकारः तस्मात् पूर्वम् अस्ति रेफः तस्मात् अपि पूर्वम् अस्ति इकारः अतः तादृशस्थित्याम् इकारस्य दीर्घत्वं भूत्वा कीर्त इति भवति अत्र वयं तत्र धातुविज्ञाने वयं पठितवन्तः आदौ प्रथमकरपत्रे कूर्द् इति धातु कूर्द् इति भवति कूर्द् भवति कूर्द् धातोः कूर्द् इति भवति इति तत्र अनैमित्तिक कार्यमिति वयं कृतवन्तः तत् तादृश तत्र कूर्द् खलु तत् महोदय कूर्द् इति अस्ति कूर्द् धातुः कूर्दति कूर्दति भवति अनेनैव अनेनैव सत्यम् आं वयं दृष्ट तत्र धातु पाठे धातुविज्ञानमिति तत्र वयं दृष्टवन्तः तस्य उपधायाञ्च इति तत्र मातुः पाठे अस्ति तत्र आदौ एव आसीत् अस्तु अग्रे अग्रे एक अर्थः प्रश्नः उदेति यत् साक्षात् हलि इति अनुवृत्तिः आनीयते चेत् इष्टः अर्थः सिद्ध्यति किम् इति काशिकाव्याख्यायां हल् परौ इति उपयुज्यते न तु हलि इति द्वयोः मध्ये भेदः कः इति अवलोकनीयमस्ति हलि इत्यस्य अर्थः परसप्तमी हलिपरे इति भवेत् तत्र हलि च इति सूत्रे हलि इत्यस्य कथनेन अर्थः स्पष्टः भवति रोः धात्वोः उपधायाः एकः दीर्घः हलि इति तत्र दीर्घः हलि झिर् इत्यस्य शन् इति झिर् इति भवति योग य इति अस्ति इदानीं हलि यद् यकार हल् अस्ति रेफ अस्ति तत्र पूर्वम् उपधायाः इकः दीर्घः भवति जीर्योगय अत्र हलि इत्यनेन न कोऽपि भ्रमः केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति नाम धातोः अनन्तरं यः वर्णः किमर्थमिति चेत् रोः धात्वोः इत्यनेन रेफान्त धातोः वकारान्तधातोः षष्ठीविभक्तौ च रोः षष्ठीविभक्तौ हलि सप्तमीविभक्तौ अतः समानाधिकरणस्य अभावात् वर्णान्तरं तस्मात् हलि इत्यनेन धातुः अनन्तरं यः वर्णः इत्येव अर्थः सम्भवति अनेन च स्पष्टता जायते ईयोग ऋयोग य इति इङ्गितम् अस्तु तत्र हलि इति किमर्थम् अत्र हलः इति षष्ठी इति कृतम् अस्ति इति किमर्थम् इति अत्र विवरणं दत्तमस्ति वदतु आशयं वदतु अत्र तदपि पठतु तेन स्पष्टं हा किन्तु उपधायाञ्च इति सूत्रे हलि इति अनुवृत्तिः यथावत् आनीयते चेत् समस्या उदेति काशिकावृत्त्यां धातोः उपधाभूतौ यौ रेफवकारौ हल्परौ तयोः उपधायाः इकः दीर्घः भवति कृत् इति कृत् कीर्तयति हल्परौ इति बहुव्रीहिः हलः परः यस्मात् हल्परः हलिक् इति सूत्रे हलिपरे इत्येव अर्थः किन्तु उपधायाञ्च इति सूत्रे बहुव्रीहिसमासः हल् परः आभ्यां वोः इत्यस्य निवृत्ति अविशेषणं हल्परौ इति अत्र हल्परौ इत्यस्य आशयः फलितात् एवं यत् धातु हलन्तः अस्ति इति अस्तु हल् अस्तु तत्र यदि वदामः धातोः उपधयोः द्वोः उपधायः इकः हलि दीर्घः अन्वयः भवति हलि इति हलिदीर्घः इति अन्वयः भवति उपधयोः वोः इत्यस्य अटनेन रेफवकारयोः अनन्तरं कश्चन वर्णः उपधयोः रोः उप इत्यस्य कथनेन एव रेफवकारयोः अनन्तरं कश्चन वर्णः भवति पुनः हलि इत्यस्य परसप्तम्या उच्यते चेत् तदनन्तरं कश्चन हल् वर्णः स्यात् न तु अयं तकारः यः उपधयोः कथनेन सिद्ध्यति तदर्थम् अस्य वारणार्थं काशिकार हल्परौ इति उपयोगं करोति अनेन इष्टं समानाधिकरण्यं सा सिद्ध्यति इति अस्ति हल्परौ संक्षिप्ते वदतु किं लिखितं हलि च इत्यनेन का का समस्या हल्परौ इत्यनेन तत् समस्याः निवारणं कथं भवति इति संक्षिप्ते वदतु भवानेव क्लेशः भवति पश्यतु हलि च तस्य अर्थमस्ति धातु अस्ति तदनन्तरं भवेत् सत्यं यत् निमित्तमस्ति नाम जिर् योगः य योगः ति अत्र जिर् धातु अस्ति तदनन्तरं य इति हल् हलि हलादिप्रत्ययः अस्ति यत् निमित्तं भवति तस्य जीर् भवति यकार धातोः भागः नास्ति धातोः अनन्तरं यकारः अस्ति परन्तु हल्परौ इत्यस्य अर्थमस्ति तादृशरेफः अथवा वकारः यस्मात् अनन्तरं धातुमध्ये एव हल्वर्णः अस्ति अतः उपधायां च मध्ये यत् हल्वर्णः अस्ति तद् धातोः अनन्तरं न भवति तद् धातुमध्ये एव भवति तद् धातु कीदृश अन्ते हल्वर्णः तस्मात् पूर्वं रेफः अथवा वकारः तस्मात् पूर्वम् इक्वर्णः तादृशधातु नाम उपधायां च इति सूत्रे वस्तुतः परसप्तमी निमित्तं किमपि नास्ति मध्ये निमित्तमस्ति य इति जिर् य इति निमित्तम् अस्ति धातोः अनन्तरं परन्तु कीर्त् मध्ये अग्रे निमित्तस्य आवश्यकता नास्ति कूर्द् मध्ये अग्रे निमित्तस्य आवश्यकता नास्ति धातोः अन्ते हल् वर्णः अस्ति तस्मात् पूर्वं रः रेफ तस्मात् पूर्वम् इक्वर्णः तस्यानन्तरं हल् तस्मानन्तरं सप्तमीनिमित्तकं निमित्तस्य आवश्यकता नास्ति इति तत्र भेदः अस्ति हलि च इत्यनेन अनन्तरं धातोः अनन्तरं निमित्तमस्ति हल्परौ इत्यनेन धातुमध्ये एव अन्ते हल्वर्णः अस्ति इति भेदः महत्त्वपूर्णभेदः अस्ति सर्यावगच्छति वा आं महोदय तत्र हलः इत्यनेन तत्र धातोः विशेषणं भवति हलि वर्षति चेत् तत्र हलन्तधातु अलः इति षष्टिविभक्तियामस्ति हलः धातोः इति आम् हलन्तधातोः स्थाने एव कर्ता न स्थानं दत्तमस्ति खलु सूत्रे कुत्र भवेत् इति हलन्तधातुः अस्ति कि तादृश हलन्तधातुः यस्मिन् उपधायां तत्र रेफवकारः अस्ति तस्य उपधायां तस्य भवति इति स्पष्टमस्ति उपधायाञ्च इति हलः धातोः उपधयोः रोः उपधायाः एकः दीर्घः भवति रेफवकार उपधायां यत् वर्णः तद् दीर्घः भवति न हलन्तधातु भवेत् उपधायां रेफ अथवा वकार भवेत् तस्मात् पूर्वं यद् तत्र इक् वर्णः भवेत् सकूर्धधातुः अस्ति, दकारः अस्ति, हलन्तधातुः अस्ति, अनन्तरं ततः पूर्वम् उपादायां रकारः अस्ति, तस्य उपादायां तत्र उकारः अस्ति, सकूर्दि इति भवति। कुत्र महोदय? दत्तवान् केवलम् अत्र हली परे अस्ति चेत् हली च इत्यनेन रेपवकारान्तधातोः उपदाभूतस्य इक्वर्णस्य एव अल् वर्णः परे अस्ति चेत् एव दीर्घः भवति, परन्तु उपदायां च इत्यनेन धातोः उपदाभूतौ हल् परौ यौ रेपवकारस्य ताभ्यां पूर्वस्य इक्वर्णस्य दीर्घः आदेशः भवति। एतत्तु पूर्वस्य अलिचतौ परदीर्घः भवति, तादृशम् अस्ति हलितमध्ये अनन्तरं निमित्तं भवति खलु। उपधायान्तमध्ये हल् वर्णः धातोः भागः अस्ति, धातोः अस्ति, अतः अनन्तरं आर्डर् वर्णः रेफवकारः हल् वर्णः, परन्तु हलितमध्ये धातोः अन्ते रेफवर्णः तदनन्तरं हलादिप्रत्ययः उपधायां मध्ये धातु मध्ये एव अन्ते हल् वर्णः, तस्मात् पूर्वं रेफ तस्मात् पूर्वं एतावगतमस्ति वा? कुत्र उक्तं महोदय अत्र उपादायम् इति सूत्रे अल्परम् इति न लिखितमस्ति खलु हलः धातु, तस्य अर्थमस्ति धातोः अन्ते हल् वर्णः, तस्मात् पूर्वं रेफवकारः, अतः रेफवकारः कीदृशः? हल्परौ रेफवकारः, यः रेफः अनन्तरं हल् वर्णः अस्ति सः रेफः अथवा वकारः अल्परः इति। आगच्छति? आम् अत्र अपादान्ते एव अस्ति महोदय, अपादान्ते एव पदनास्ति, अपादान्ते एव रोः उपधाया दीर्घः एव पदान्ते कार्यं करोति, हलि च उपधायां च तु अपदान्ते अस्ति। अस्तु, अवगच्छन्ति वा सर्वे भेदम्? आम् अग्रे अत्र प्रष्टुं शक्यते, पठतु। रघुपति महोदय हा अस्तु, एकनिमिषं महोदय, एकनिमिष प्रष्टं वदति किन्तु भगवान्। अस्तु, अत्र प्रष्टुं शक्यते यदि उपधयोः इत्यस्य कथनेन तकारः सिद्ध्यति तर्हि पुनः हल् इति उल्लेखस्य का आवश्यकता? रेफवकारयोः अनन्तरं स्वरः न स्यात्, तस्य च स्वरस्य वारणार्थं हल् इति वदनम् आवश्यकमस्ति, किन्तु हलि इत्यनेन परसप्तमिच्यते चेत् पुनः धातु अनन्तरम् अन्यस्य हल् वर्णस्य इङ्गितं भवति, न तु रेफवकारयोः अनन्तरं यः पूर्वोक्ततकारः। अत्र उपधयोः इत्यस्य कथनेन तकारः सिद्ध्यति, तर्हि पुनः उपधयोः तद् पुनः हल् इति उल्लेखस्य का आवश्यकता इति अस्ति, परन्तु तत्र स्वरस्य वारणार्थमेव हल् इति वदनस्य आवश्यकता इति कथमस्ति? नाम भवान् प्रश्नं वदतु, हल् उपधायां च मध्ये हलः इति शब्दस्य का आवश्यकता? आवश्यकता अस्ति यत् रेफवकारानन्तरं धातोः अन्ते यः वर्णः अस्ति तद् हल एव भवेत्, अच् न भवतु, धातोः अन्ते अच् न भवेत्, हल् एव भवेत् इति। अवगच्छन्ति? आम् महोदय, नाम किम् अत्र धातोः अन्ते रेफानन्तरं हल् वर्णः अस्ति, अन्यचेत् कोऽपि धातुः अस्ति वा? अस्ति चेत् तत्र अन्ते अचवर्णः अस्ति चेत् अस्य सूत्रस्य कार्यं न भवति. अस्तु अग्रे विजया महोदय, निगमनम् एवं यत्, निगमनम् एवं यत् उपदयोः इत्यस्य कथनेन एव रेपवकारयोः अनन्तरम् अन्यवर्णः अस्ति. ततः अग्रे पुनः हलि संयुज्यते चेत् हलि उपदयोः रेपवकारयोः अनन्तरं यः वर्णः अनयोः अन्वयः नास्ति इत्यस्मात् हलि इति कथनेन अन्यवर्णः. अस्य निवारणार्थं काशिकायां धातोः उपदाभूतौ यौ रेपवकारादौ हल्परौ तयोः उपदाया इकः दीर्घः भवति इति उक्तम्. अस्मिन्नेव अर्थे अनुवृत्तिसहितसूत्रम् एवम् अलः धातोः उपदयोः रुवोः उपदायाः इकः दीर्घः इति भवति. नाम अत्र सर्वं किमस्ति, हलि च अत्र मा करोति. हलि च इत्यस्य कथनेन अर्थः भवति यत् अन्यवर्णः अन्यवर्णः हल् वर्णः धातोः अनन्तरं भवेत् तदेव कार्यं भवति. न उपधायां च मध्ये हल् इति वर्णः धातोः अनन्तरं नास्ति, धातोः एव भागः अस्ति इति एव अस्ति. अतः हल्परौ हल्परौ हल्परौ लिखितमस्ति, न तु हलि च हलि च. हलि च इत्यस्य कथनेन इति किमर्थं भवति, यत् अग्रे धातोः अनन्तरं कोऽपि हल् वर्णः निमित्तम् अस्ति. लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनं कर्तव्यं, न तु विपरीतं. सूत्रार्थ अनुगुणं लक्ष्यं भवति इति नास्ति. तदर्थं कुत्रचित् अवसरे वा किम् अस्ति अत्र अनुवृत्तिय अवसरे विभक्तिपरिणामः वचनपरिणामः च आवश्यकः भवति. लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनम् इति आशये काशिकायां धातोः उपदा भूतौ यौ रेपवकारादौ हल्परौ तयोः उपदाया इकः दीर्घः भवति. हल्परौ इत्यस्य स्थाने हलः, हल्परौ इत्युक्ते अत्र सप्तमी भवति, तत् स्थाने हलः भवति चेत् अनुवृत्तिसहितसूत्रे फलितार्थः एकः एव समानः. किम् अस्ति महोदय अत्र? न, अत्र केवलमस्ति यत् सूत्रम् सूत्रस्य लक्ष्यं दृष्ट्वा विभक्तिपरिणामम् इति करणीयं, वचनपरिणामं करणीयम्. अत्र सूत्रे वस्तुतः हलः एव अस्ति, परन्तु तस्य अर्थं भवति हल् परौ द्विवचनं, यतोहि तत्र सूत्रस्य अर्थं दृष्ट्वा तत्र द्विवचनं करणीयम् इति. अतः उदाहरणरूपमपि दत्तं महोदय, पठामि वा? किम् उपदायां च इत्यस्य अन्यत् यथा एकम् उदाहरणमस्ति कीर्त, अन्य उदाहरणमस्ति कूर्द, पठतु. आम्, उपदायां च इत्यस्य अन्यत् उदाहरणं कुर्द. वादौ क्रीडति नृत्यति इति अर्थे आगच्छति. कुर्द योगः इत्युक्ते उपदेश अज अनुनासिके इत् भवति, अतः तत्र दकारः न, दकारस्य उत्तरवती आकारः लोपः भवति, अतः कुर्द इति भवति. कुर्द योगः इदानीम् उपदायां च इत्यनेन दीर्घः भवति, कूर्द इति भवति. कूर्द योगः शप् प्रत्ययमस्ति अत्र अनुबन्ध. किं महोदय? किं किमपि न, पठतु. हा, कूर्द योगः शप् अनुबन्धलोपानन्तरं शकारः एव तिष्ठति. अनन्तरम् एतत् आत्मनेपदिनः प्रथमपुरुषविवक्षायां प्रथम इदं ते भवति, अतः कूर्दते इति अन्तिमरूपं. तदेव कूर्द योगः कूर्द भवति कूर्दते इति भवति गुर्द योगः गुर्दते इति भवति आम् कूर्द् धातुमध्ये कूर्द इति भवति किमर्थम् धातोः अन्ते अस्ति दकारः हल् वर्णः तस्मात् पूर्वम् उपधायां रेखवर्णः अतः तस्मात् पूर्वम् इकवर्णः अतः इकवर्णस्य दीर्घत्वं भवति कूर्द कूर्दते पश्यतु अत्र परनिमित्तस्य आवश्यकता एव नास्ति कूर्द् धातुः अस्ति चेदेव कूर्द भवति गुर्द् धातुः अस्ति चेदेव गूर्द भवति खुर्द् धातुः अस्ति चेदेव कूर्द भवति तर्हि मम एकः प्रश्नः अस्ति शङ्का अस्ति यदि तावदेव अस्ति चेत् किमर्थं मूलधातु एव कूर्द गूर्द खूर्द न कृतः पाणिनिना कोऽपि जानाति वा हेलो महोदय मम प्रश्नः अस्ति मम प्रश्नः नास्ति मम शङ्का अस्ति यदि कूर्द कूर्द भवति कूर्द भवति गुर् तत्र गूर्द भवति सर्वदा तर्हि किमर्थं पाणिनिना कूर्धातुपाठे एव धातु कूर्द कूर्द गूर्द न कृतः कोऽपि जानाति वा श्रूयते वा कोऽपि जानाति वा अहं न जानामि अतः पृच्छामि न महोदय कुर्द् कुर्द् कुर्द् कुर्दति कुर्द् मम प्रश्नः अवगतः वा आमामां किमर्थं तत्र धातुपाठे कूर्द् इति दत्तम् अनन्तरं कूर्द् इति भवति इति खलु कुर्द् कुर्द् अहं न चिन्तितवान् कुत्रापि तस्य उपधायां च कार्यं न करोति वा इत्यपि अस्ति वा आं तत् उपधायां तत्र पश्यतु महोदय तत्र निमित्तमेव नास्ति खलु तत्र किमपि अनैमित्तिकमस्ति अतः अनैमित्तिकमेव अस्ति अतः सर्वदा भवति अतः एव तत्र अनैमित्तिककार्यं तत्र प्रथमकरपत्रे एव धातुविज्ञाने दत्तमासीत् मात्रा हा तर्हि अनिमित्तकम् अस्ति अतः धातुपाठे एव करोतु खलु कूर्द् खूर्द् गूर्द् द्रष्टव्यं खलु एकवकारः पूर्वम् इकवर्णः अस्ति खलु महोदय अतः एव दीर्घः भवति खलु किमर्थं मूल्ये तथा नास्ति मूलधातुपाठे एव दीर्घ उकारः किमर्थं न लिखितं पाणिनिना what is the use of it as a hrasva ukara if it is always going to become a dirgha ukara no matter what is the question clear anya dhatu asti amadya kuditi anya gane na na ganasya tatra sambandha eva nasti kalu कोऽपि जानाति चेत् वदतु महोदय अत्र सूत्रे दत्तं यत्र रेपवकारात् पूर्वं यदि ईकवर्णः अस्ति तत् ईकवर्णस्य दीर्घः आदेशः भवति अत्र किमपि अन्यत् निमित्तं न अपेक्षितम् इति तत्र दत्तं तावदेव अतः एव प्रश्नः किमर्थं मूलेन दत्तम् अन्यनिमित्तम् आवश्यकं नास्ति अतः तस्य अर्थः किं सर्वदा दीर्घत्वं भवति कूर्द सर्वदा भवति खूर्द सर्वदा भवति गूर्द सर्वदा भवति सर्वदा एव भवति चेत् मूलधातुपाठे किमर्थं पाणिनिना दीर्घ उकारः न लिखितः वै इस् द मूल् धातु कण्टेनिङ्ग् ह्रस्व उकारः वेन् इट् इस् एनी वे गोयिङ्ग् टु बिकम् दीर्घ उकारः नो मेटर् वाट् am I clear किमपि अन्यत् निमित्तम् अत्र स्पष्टीकरणार्थम् एव अत्र सूत्रे दत्तं अत्र किमपि अन्यत् निमित्तं न अपेक्षितम् इति अत्र प्रश्नः किमर्थम् आगच्छति तावदेव उपादायम् इक् वर्णः अस्ति हल् रेफान्तवकारान्तपूर्वं तत् नास्ति तत्र अनेन सूत्रेण भवति अनेन सूत्रेण एव दीर्घः भवति सर्वदा भवति खलु तद् किमर्थं तत्र मूले एव दीर्घः भवितुमर्हति खलु किमर्थं तत्र मूले ह्रस्व कृत्वा अनन्तरम् एकं सूत्रं रचयित्वा पुनः दीर्घकरणीयं सर्वदा भवति सदा भवति न उपधायां च इति सूत्रस्य आवश्यकता भवति अन्यत्र अपि यथा अन्यत्र भवति अतः उपधायां च इति सूत्रं निरवकाशम् अस्ति यूस्लेस् अस्ति इति अहं न वदामि मूलभाटे दीर्घ उकारवत् किमर्थं न लिखितं पाणिनिना यतोहि सर्वदा तस्य दीर्घत्वमेव भवति रिजा महोदय इस् देर् एनी इन्स्टन्स् इन् द ग्रामर् वेन् कुर्द् धातु खुर् धातु गुर् धातु रिटेन्स् द ह्रस्व उकारः इफ् देट् इस् द केस् देन् इट् इस् फैन् बट् इफ् इट् इस् आल्वेस् गोयिङ्ग् टु बिकम् दीर्घत्वं बिकास् उपधायां च डजन्ट् रिक्वायर् निमित्तं then what is the point of having a hrasva ukara in mool dhatu path what is the reason is my question atra paninina bhagavaga sutram kritam kalu vadinam rasvaha etat purvam rasvaha eva bhavati anantaram dirghaha alicha iti anene dirghaha kurmaha punarapi vadinam rasvaha iti rasvaha bhavati atra सूत्रं व्यर्थं न भवितव्यं खलु अतः एव अत्र सूत्रं व्यर्थं न भवति यतोहि कृत् धातु अस्ति कृत् धातु कीर्तयति तत्र सूत्रस्य कार्यं भवति एव अतः सूत्रं कदापि अत्र व्यर्थं न भवति अतः तादृशकारणं नास्ति कृत् धातु अत्र निमित्त अपाये नैमित्तिकस्य अपि अपायः इति कश्चन प्रसिद्धः प्रवादः अस्ति तादृशं किमपि नास्ति महोदय त्रिपाद्यामस्ति तत्र किमपि अन्यत् भवेत् खलु त्रिपाद्यामस्ति खलु एतत् त्रिपाद्यामस्ति अतः किं किमपि भवेत् तत्र कुत्र अस्ति वा अहं न जानामि न जानामि अहं चिन्तयामि चिन्तयामि उपादाय च इति अनुवृत्तिसहितसूत्रम् अलि च 877 उपादायां च 878 अनुवृत्तिसहितसूत्रमेव अत्र त्रिपाद्यमेव द्रष्टव्यम् अहमपि पृच्छामि स्वरूपमहोदयं पृच्छामि अस्तु तर्हि एतत् समाप्तं तत्र अग्रे उपधायाश्च ऋतैर्धातोः उरण्रपरः तु अस्माभिः पूर्वं पठितम् अतः पुनः पठतु अग्रिमवर्गवासरे श्रीबिन्दुतः अग्रे गच्छामः गमिष्यामः आगमाः इति धन्यवादः महोदय शुभरात्रि प्रश्नः अस्ति वा कस्यापि न न न न एतत् अनुवृत्ति सहितसूत्रम् उपधाय च अलि च इति महोदय भवती विलम्बेन आगच्छति आगच्छत् अतः भवत्याः प्रश्नः अस्ति वा न महोदय न महोदय अस्तु अहम् अर्ग नास्ति इति मन्ये महोदय न न न न अस्तु विलम्बेन ईमेल् आगच्छ अतः सा चिन्तितवती वर्गः नास्ति इति न न अस्तु अहं पृष्टवान् तत्र महोदय दत्तवान् उत्तरं दत्तवान् अस्ति इति न तदनन्तरं मया ई प्रश्नमपि पठितम् अपृष्टं परन्तु मम अपि विलम्बः अभवत् अतः चिन्ता मास्तु अस्तु धन्यवादः महोदय धन्यवादः